गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अस्तु, प्रत्यक्षज्ञायते इत्यत्र स्मः। तत्र केचन प्रश्नाः आसीत्। ह्यः मणिद्राविडशास्त्रिपादैः सह किञ्चित् चिन्तनं जातं, सम्पूर्णतया न चिन्तितम्। अद्य इतोपि किञ्चित् चिन्तनम् अग्रे प्रवर्तते, किन्तु मुख्यविषयाणां तत्र स्पष्टता जाता। तर्हि आरम्भतः किञ्चित् चिन्तनीयम्। अस्तु, इन्द्रियेण जन्यं ज्ञानं प्रत्यक्षं, षडिन्द्रियाणि सन्ति। इन्द्रियस्य सन्निकर्षेण यत् ज्ञानं जायते तज्ज्ञानं प्रत्यक्षज्ञानम् इति अस्माभिः अवगतम्। अपि च कार्यं कारणं, कार्यस्य कारणं भवेदेव, तादृशकारणं कारणानि त्रिविधानि भवन्ति इति अपि अस्माभिः अधीतं, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति। यत् तादात्म्येन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणं, यत् समवायेन कार्यादिकरणे स्थित्वा समवायेन कार्यं जनयति तत् असमवायिकारणम्, अन्यत् सर्वं निमित्तकारणम् इति अधीतम्। अपि च कार्यकारणभावनिरूपणार्थम् अन्वयसहचारः, व्यतिरेकसहचारः इति द्वयमपि यत्र वक्तुं शक्यते। यत्र कारणे सति कार्यम् उत्पद्यते, कारणाभावे कार्यं न उत्पद्यते इति वक्तुं शक्यते चेत् तयोः मध्ये कार्यकारणभावः निश्चितः इति अपि अधीतम्। अनन्तरम् एकं कारणं कार्यं प्रति कारणम् इति स्वीकर्तुं निकषात्रयमपि अस्माभिः अधीतं, कार्यादिकरणे भवेत्, कार्यादिकरणे सर्वदा भवेत्, कार्यादिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्। अस्तु, अत्र किमपि सन्देहः नास्ति। किन्तु नूतनविषयः, नूतनबिन्दुः किं मया अधीतम् इति चेत् बिन्दुद्वयम् अधीतं। तत्र महत्त्वपूर्णबिन्दुः एतदेव अस्ति, अस्माभिः किं चिन्तितम् इदानीं चाक्षुषज्ञानम्, अयं घटः इति चाक्षुषज्ञानम् इति स्वीकुर्मः। चाक्षुषज्ञानं कुत्र उत्पद्यते? आत्मनि उत्पद्यते। तर्हि आत्मा एव समवायीकारणं ज्ञानस्य। अपि च घटः, घटे कारणता वक्तव्या इति चेत् तत्र कथञ्चित् घटम् आत्मनि आनेतव्यं, तदेव समान अधिकरणं भवति। घटः आत्मनि भवेत् यस्मिन् कार्यम् उत्पद्यते, तदा एव घटकार्ययोः मध्ये समानाधिकरण्यं भवति इत्यतः स्वसंयुक्त संयुक्त संयुक्तत्वादि अत्र परम्परासम्बन्धः अस्माभिः ऊहितः। किन्तु तादृशं न आवश्यकम् इति इत्युक्ते किं? तादृशं न आवश्यकम् इत्युक्ते किम्? कारणं कारणकार्ययोः मध्ये एकमेव अधिकरणं भवेत् इति तु सत्यम्, तत्र किमपि परिवर्तनं नास्ति। सः बिन्दुः प्रथमबिन्दुः, कार्यकारणयोः मध्ये समानाधिकरण्यं भवेत् इति एकम्। द्वितीयबिन्दुः, एकस्य कार्यस्य उत्पादनार्थं बहूनि कार्याणि आवश्यकानि इति। इत्युक्ते नैयायिकानां मतानुसारं केवलम् एकेन कारणेन कार्यं न उत्पद्यते, इत्युक्ते समवायिकारणम् एकमेव कारणं, समवायिकारणमेव अस्ति इति चिन्तयतु। समवायीकारणेन केवलेन समवायीकारणेन कार्यम् उत्पद्यते इति नैयायिकाः यदा कदापि न अङ्गीकुर्वन्ति. इत्युक्ते न्यूनातिन्यूनम् एकं समवायीकारणम् एकम् असमवायीकारणम् एकं निमित्तकारणं भवेत्, किन्तु एकमेव इति नास्ति, अधिकानि निमित्तकारणानि भवितुम् अर्हन्ति. भवतु, तर्हि प्रथमबिन्दुः कः? कार्यकारणयोः मध्ये सामानाधिकरण्यं भवेत् इति एकम्. द्वितीयबिन्दुः कः? एकस्य कार्यस्य उत्पादनार्थं बहूनां कार्याणां कारणानाम् आवश्यकता अस्ति. अस्तु, तर्हि इदानीं तृतीयबिन्दुः आगतः. किं प्रश्नः? तदेव मया कृतः शास्त्रिपादैः सह. किं सर्वाणि कारणानि एकस्मिन् अधिकरणे भवेद् वा, इत्युक्ते कार्याधिकरणम् इति एकमेव वा, नो चेत् भिन्नभिन्नकार्याधिकरणानि भवितुम् अर्हति वा? इति प्रश्नः. प्रश्नः बुद्धम् इति भाति. पुनः अहं वदामि, एकस्य कार्यस्य उत्पादनार्थं बहूनि कारणानि आवश्यकानि. कार्यकारणयोः मध्ये सामानाधिकरण्यम् अपि आवश्यकम्. किन्तु इदानीं बहूनि कारणानि सन्ति खलु, तानि सर्वाणि कारणानि तत्र समान अधिकरणम् एकमेव भवेत् इति नियमः नास्ति इति शास्त्रिपादैः स्पष्टितम्. अस्तु, अस्य अर्थः कः इति चेत् अस्माकम् अस्माभिः किम् अधीतम् एतावत्, यदि घटस्य उत्पादनमिति स्वीकुर्मः, घट उत्पादनार्थं कार्याधिकरणं किम्? कपालः. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति इति कृत्वा घटः कपालः समवायीकारणम्. कपालद्वयोः मध्ये संयोगः यः असमवायीकारणमस्ति, स च असमवायीकारणमपि कपाले एव अस्ति. कपाले स्थित्वा समवायेन कार्यं जनयति इति कृत्वा असमवायीकारणम्. अस्तु, इदानीं कुलालः इति स्वीकुर्मः. कुलालः कुत्र अस्ति? कपाले अस्ति वा, नो चेत् कपालस्य पार्श्वे अस्ति वा इति प्रश्नः उदेति. चक्रं कुत्र अस्ति? चक्रभ्रमणं, दण्डः इति एतत् सर्वं निमित्तकारण निमित्त कारणैः अस्माभिः स्वीकृतं खलु. तर्हि तत्र सर्वाणि कारणानि एकस्मिन्नेव अधिकरणे इति न, तत्र भिन्नभिन्न अधिकरणानि भवितुम् अर्हति, किन्तु अस्य कार्यं प्रति एतत् कारणम् इति स्वीकर्तुं तत्र सामानाधिकरणं तयोः मध्ये भवेदेव इति नियमः. अस्तु, तदेव महत्त्वपूर्णबिन्दुः. तर्हि इदानीं शास्त्रिपादैः अत्र किमुक्तम्? इदानीं चाक्षुषज्ञानम् एकमेव कारणम् एकमेव कार्यमहं प्रतिपादयिष्यामि, तदनन्तरं किञ्चित् अस्मिन् विषये चिन्तयितुं शक्यते, अन्यानि ज्ञानानि अपि कथं भवन्ति इति चिन्तयामः. अस्तु, तर्हि इदानीं चाक्षुषज्ञानम् अयं घटः इति चक्षुषा ज्ञानं प्राप्यते. तस्य इदानीं कार्यं कुत्र उत्पद्यते? आत्मनि एव उत्पद्यते. तर्हि आत्मा एव समवायी कारणं भवति, तत्र क्लेशः नास्ति. अस्तु, आत्ममनस्संयोगः असमवायी कारणं भवति इति द्वितीयं. तस्मिन् विषये इतोपि किञ्चित् चिन्तयामः. किन्तु घटस्य निमित्तकारणत्वं निरूपणीयम्, इत्युक्ते कारणत्वं निरूपणीयं खलु, तत्रैव वयं स्मः। अस्तु, तत्र अस्माभिः किं चिन्तितं? घटः मम पुरतः अस्ति, चक्षुः तैजसीयम् इति कृत्वा तत्र बहिर्गत्वा घटेन सह संयोगः भवति, तर्हि स्वम् इति घटः इति स्वीकुर्मश्चेत् स्वसंयुक्तः किं चक्षुः, तेन संयुक्तः अस्ति मनः, तेन संयुक्तः अस्ति आत्मा इति कृत्वा स्वसंयुक्त संयुक्त संयुक्तत्वसम्बन्धेन घटः इदानीम् आत्मनि आगतम् इति अस्माभिः उक्तम्। तत्र शास्त्रीपादैः किमुक्तम्? घटः आत्मनि न आनेतव्यम्, कार्यं घटे आनयामश्चेत् पर्याप्तं भवति इति। अस्तु, कार्यं किम्? अयं घटः इति ज्ञानम्। ज्ञानं केन सम्बन्धेन विषये अस्ति? विषयता सम्बन्धेन ज्ञानं विषये अस्ति। अस्तु, तर्हि अत्र कारणं किम्? कारणं किम् इति चेत् घटचक्षुसंयोगः एव कारणम्। घटचक्षु घटः इति द्रव्यं, चक्षुः इति अपि द्रव्यं, चक्षुः बहिर्गत्वा घटेन सह संयुक्तः भवति, तर्हि घटचक्षुषोः मध्ये यदा संयोगः इति गुणः जायते, स च गुणः कुत्र अस्ति? घटे अपि अस्ति, चक्षुषि तत्रापि अस्ति। अस्तु, तर्हि घटे विद्यमानसमवायेन यः घटचक्षुसंयोगः अस्ति तदेव कारणम्। इन्द्रियसन्निकर्षमेव ज्ञानं प्रति कारणं, प्रत्यक्षज्ञानं प्रति कारणम् इति उक्तत्वात्, तर्हि घटचक्षुषोः मध्ये संयोगः घटे अस्ति, स च संयोगः समवायेन अस्ति, स च संयोगः एव कारणम्। कार्यं किम्? अयं घटः इति कार्यम्। तत्र समान अधिकरणं किम्? घटः। तर्हि कारणकार्ययोः मध्ये समानाधिकरण्यं साधितम् इदानीम्। तर्हि घटः घटः समान अधिकरणम् इति जातम्। अस्तु, तर्हि घटचक्षुसंयोगः कीदृशकारणम् इति चेत्, घटचक्षुसंयोगः समवायेन घटे स्थित्वा समवायेन न कार्यं जनयति, विषयितासम्बन्धेन कार्यं जनयति इति कृत्वा अत्र असमवायिकारणत्वं न प्राप्तं, निमित्तकारणमेव भवति। अस्तु, घटः कीदृशकारणं? स्वस्मिन् तादात्म्येन स्थित्वा, घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति चेत् समवायिकारणं भवति, किन्तु विषयितासम्बन्धेन कार्यं जनयति, अयं घटः इति ज्ञानं जनयति इति कृत्वा निमित्तकारणं भवति घटः। घटचक्षुसंयोगः अपि निमित्तकारणं, घटः अपि निमित्तकारणम्, आत्मा समवायिकारणम्, आत्ममनसंयोगः किम् असमवायिकारणम् इति भवति इति तेन उक्तं। तर्हि इदानीं किं जातम्? अत्र समानाधिकरण्यं साधितम्। अत्र समान अधिकरणं किं? घटः, न तु आत्मा। किमर्थं? कार्यम् अयं ज्ञानम्, अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे अस्ति, तस्मिन्नेव घटे घटचक्षुसंयोगः अपि अस्ति, तदेव मुख्यकारणं। संयोगं विना, अत्र सन्निकर्षं विना प्रत्यक्षज्ञानं यदा कदापि न भवति इति कृत्वा इदानीं घटः समानाधिकरण्यं समान अधिकरणम् इति स्वीकृत्य अत्र संयोगः घटचक्षुसंयोगः अपि च अयं घटः इति ज्ञानं तयोः मध्ये कार्यकारणभावः निरूपितः भवति। अस्तु, एतावत् प्रश्नाः सन्ति वा? इतोपि किञ्चित् वक्तव्यमस्ति मम मया आं महोदय, तत्र अधुना घट एव समानाधिकरण्यं भवति. घट एव इत्युक्ते एव कार्यस्य एव कारणे किं वक्तुम् इच्छति? अत्र ज्ञानम् अपि च चक्षुघटयोः संयोगः द्वयोः घटे एव सामान्यीकरणं घटे एव अधिकरण घटे एव भवति वर्तते. अतः अन्य कुत्र कुत्रापि ते आधेयरूपेण वर्तते वा न वा इति न जानामि. केवलं अस्तु, इदानीं कार्यमस्ति अयं घटः इति ज्ञानम्. तत्र बहूनि कारणानि भवन्ति. एकं तु आत्मा. आत्मा कीदृशकारणमस्ति? समवायिकारणमस्ति. स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा आत्मज्ञानयोः मध्ये कार्यकारणभावस्य निरूपणार्थं समान अधिकरणमस्ति आत्मा. अस्तु, तर्हि तत्तु द्वितीयसोपानम् इति एकं समान अधिकरणम्. अस्तु अस्तु, इदानीम् आत्ममनसंयोगः यदस्ति तदपि कारणमस्ति. तर्हि आत्ममनसंयोगः कुत्र अस्ति? आत्मनि अस्ति. यस्मिन् आत्मनि एव अयं घटः इति ज्ञानं जायते खलु. तर्हि आत्ममनसंयोगः इति कारणम् अयं घटः इति ज्ञानं कार्यं तयोः मध्ये कार्यकारणभावः निरूपणार्थम् अत्र समान अधिकरणं किम्? आत्मा. आत्मा अस्तु. इदानीं तृतीयं घटः कारणं. घटः विना प्रत्यक्षज्ञानं घटं विना घटे प्रत्यक्षज्ञानं भवति किम्? न भवति. यदि भवति इति स्वीकुर्मः किं वस्तुतः अत्र पुरतः किमपि न किमपि नास्ति चेदपि द्रष्टुं शक्यते खलु? कल्पितुं शक्यते. अस्तु, तर्हि घटः घटस्य कारणत्वम् अस्ति एव किन्तु निरूपणीयं. तर्हि घटः इदानीम् अयं घटः इति ज्ञानं प्रति कीदृशकारणम् इति चिन्तयामश्चेत् तत्र वदतु. निमित्तकारणम् इति एव अहं मन्ये. भवतु, किन्तु समान अधिकरणं किम् अत्र? अस्तु, समानाधिकरणम् अत्र अयं घटः इति पुनः ज्ञानं, कारणं तु घटः एव. द्वयोः समानाधिकरण्यं कुत्र भवति इति आत्मनि एव इति अहं मन्ये. नास्ति, आत्मनि नास्ति वा? अयं घटः इति कार्यं ज्ञानं घटे केन सम्बन्धेन अस्ति? समवायसम्बन्धेन घटे अस्ति. न न न, अयं घटः इति ज्ञानं घटे तादात्म्यसम्बन्धेन न तादात्म्यं नास्ति. अयं घटः इति ज्ञानं घटे ज्ञानं विषये केन सम्बन्धेन अस्ति? घटः एव विषयः अस्ति खलु? सत्यं. हा, तर्हि कार्यम् अयं घटः इति ज्ञानं यत् कार्यं घटे विषये केन सम्बन्धेन अस्ति? विषयतासम्बन्धेन. हा, तर्हि इदानीं घटः एव अत्र घटः एव अधिकरणं भवति. घटः घटे केन सम्बन्धेन अस्ति? स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति. अतः समवायिसम्बन्धेन. सत्यं, तर्हि घटः इति कारणम् अयं घटः इति ज्ञानं तयोः मध्ये कारणकार्यभावं निरूपणार्थं समान अधिकरणं किम्? घटः. हा, अत्र आत्मा नास्ति, अत्र घटः समान अधिकरणं. सत्यम्. अस्तु, इदानीं अत्र चतुर्थ कारणमस्ति. घट घटचक्षुषोः मध्ये संयोगः भवेत् खलु? इत्युक्ते मम पुरतः घटः अस्ति किन्तु मम चक्षुः निमीलितमस्ति चेत् तत्र प्रत्यक्षं भवति किम्? न भवति. तर्हि घटचक्षुषोः मध्ये संयोगः भवेत् खलु? तदपि कारणम्. अस्तु, इदानीं घटचक्षुसंयोगः कारणम्, अयं घटः इति ज्ञानं कार्यं, तर्हि अत्र समानाधिकरणं किम्? घटचक्षुषोः संयोगः कुत्र वर्तते? आत्मनि संयोगः दूरिष्ठः, तत्र चक्षु चक्षुषा अपि वर्तते, घटे अपि वर्तते, चक्षुषी चक्षुषी, हा सत्यं सत्यं, चक्षुषी अपि वर्तते, घटे अपि वर्तते। अस्तु, तर्हि इदानीं घटे वर्तते खलु? आमां, तर्हि अयं घटः ज्ञानमपि घटे वर्तते अतः हा विषयतासम्बन्धेन घटः एव समाधिकरणम् इति तत्र। हा तर्हि घटचक्षुसंयोग घटचक्षुसंयोगः इति कारणम्, अयं घटः इति ज्ञानं कार्यम् इति स्वीकुर्मश्चेत् तयोः मध्ये कार्यकारणभावसाधनार्थं समान अधिकरणं किम् इति चेत् घटः। अस्तु, तर्हि अत्र तृतीयबिन्दुः कः इति चेत् प्रथमबिन्दुः कः? कार्यकारणभाव कार्यद्वयोः मध्ये कार्यकारणभावसाधनार्थं तयोः मध्ये सामानाधिकरण्यं भवेत् इति एकः नियमः। द्वितीयनियमः अस्ति, एकस्य कार्यस्य उत्पादनार्थं बहूनि बहूनां कारणानाम् आवश्यकता अस्ति, एकेन कारणेन कार्यं यदा कदापि न उत्पद्यते इति नैयायिकानां चिन्तनं भवतु। तर्हि अत्र बहूनि कारणानि सन्ति, एकमेव कार्यम् इति अस्ति चेदपि अत्र कार्यकारणभावः, कारणं प्रथमकारणं, द्वितीयकारणं, तृतीयकारणं, चतुर्थकारणम् इति स्वीकुर्मश्चेत् अस्मिन् प्रकृत उदाहरणे समवायीकारणम् आत्मा, अयं घटः इति ज्ञानं कार्यं, तर्हि आत्मज्ञानयोः मध्ये कार्यकारणभावः अस्ति, स च कार्यकारणभावः भिन्नः अस्ति, कस्य अपेक्षया, कस्मात् इति चेत् आत्ममनसंयोगः इति कारणम्, अयं घटः इति ज्ञानं कार्यं, तर्हि आत्ममनसंयोगः ज्ञानम् अनयोः मध्ये कार्यकारणभावः अस्ति, स च कार्यकारणभावः अपि भिन्नः। पुनः घटः कारणम्, अयं घटः इति ज्ञानं कार्यं, तयोः मध्ये कार्यकारणभावः अस्ति, स च कार्यकारणभावः अपि भिन्नः। चक्षुसंयोगः घटचक्षुसंयोगः कारणम्, अयं घटः इति कार्यं, तयोः मध्ये कार्यकारणभावः अपि भिन्नः। इत्युक्ते यद्यपि बहूनि कारणानि सन्ति, एकमेव कार्यम् उत्पादयन्ति, तथापि तत्र कार्यकारणभावः भिद्यते इति कृत्वा भिन्नभिन्नकार्यकारणभावं साधयितुं भिन्नभिन्नसमान अधिकरणं स्वीकर्तव्यं भवति, यथा इदानीमेव अस्माभिः प्रतिपादितम्। आत्मज्ञानयोः कार्यकारणनिरूपणार्थम् आत्मा समान अधिकरणम्, आत्ममनसंयोगः ज्ञानम् अनयोः मध्ये कार्यकारणभावनिरूपणार्थं समान अधिकरणमस्ति आत्मा। घटज्ञानयोः मध्ये कार्यकारणभावनिरूपणार्थं समान अधिकरणमस्ति घटः। अपि च घटचक्षुसंयोगः, अयं घटः इति ज्ञानम् अनयोः मध्ये कार्यकारणभावसाधनार्थं समानाधिकरणमस्ति घटः इति भिन्नभिन्नसमान अधिकरणं स्वीकृत्य कार्यकारणभावः निरूपयितुं शक्यते। तर्हि आहत्य अनेन चिन्तनेन महत्त्वपूर्णबिन्दुः कः इति चेत्, समान अधिकरणम् एकमेव भवेत् इति नियमः नास्ति, तत्रैव अस्माभिः अस्मिन्नेव विषये स्पष्टता नासीत्, पुस्तकेन दत्तं, मयापि उक्तं शास्त्री पादैः सह विद्यालयी कारेण, एतद् न स्पष्टितं यत्र कुत्रापि, इत्युक्ते एकं अन्यकार्यं प्रति कारणम् इति स्वीकर्तुं निकषात्रयं कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वधा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति तावदेव उक्तं। किन्तु कार्यकारणभावाः भिन्नाः, प्रत्येकं कार्यकारणभावस्य निरूपणार्थं भिन्नभिन्नसमानाधिकरणं स्वीकृत्य एकमेव कार्यं सर्वत्र एकमेव कार्यं किन्तु भिन्नभिन्नसमानाधिकरणानि अधिकरणानि स्वीकृत्य अत्र निरूपयितुं शक्यते इति ग्रन्थकारैः न स्पष्टितम् इति कृत्वा क्लेशः अस्माभिः अनुभूतः इति मया उक्तं। तेनापि अङ्गीकृतं, ओ न उक्तः वा इति। आम्, यदि तादृश स्पष्टता आसीत् तर्हि अस्माभिः एतादृशचिन्तनं न क्रियते एव, किन्तु तादृशस्पष्टता न आसीत् इति कृत्वा किञ्चित् भ्रमः अस्माभिः जातः। अस्तु, किं प्रश्नाः सन्ति? किम् अन्येषाम् अवबोधः जातः? किं महोदय, एकः प्रश्नः अस्ति। हा, आत्ममनस्संयोगः आत्मा तस्य अधिकरणं भवति, कार्यं किम् अस्ति, अपि च मनः चक्षुषा संयोगः अस्ति वा, मनः चक्षुषु संयोगः अस्ति वा, तद् नास्ति वा इति प्रश्नः। अस्तु, हा, तत्र इतोपि किञ्चित् वक्तव्यम् अस्ति मया। अस्तु, एतावत् यद् मया उक्तं तत्र प्रश्नः अस्ति किम्? तत्र नास्ति महोदय। अस्तु, तर्हि महत्त्वपूर्णबिन्दुः कः इति चेत्, बहूनि कारणानि भवन्ति, एकमेव कार्यम् उत्पद्यते, किन्तु सर्वाणि कारणानि एकस्मिन् अधिकरणे एव स्थित्वा कार्यम् एकं कार्यम् उत्पद्यते इति नियमः नास्ति। तत्र भिन्नभिन्न अधिकरणानि भवितुम् अर्हति, कार्याधिकरणं भिन्नभिन्नं भिन्नं भिन्नं कार्याधिकरणं भवितुम् अर्हति। एकस्य कार्यस्य उत्पादनार्थं, तस्य प्रतिपादनार्थम् अत्र शास्त्रिपादैः मयि किमुक्तम्? इदानीम् अयं घटः इति ज्ञानं जातुं प्रकाशस्य आवश्यकता अपि अस्ति खलु, चाक्षुषज्ञानं, प्रकाशः। अस्तु, यदि अन्धकारः अस्ति सर्वत्र, तर्हि अयं घटः इति चाक्षुषज्ञानं प्राप्तुं शक्यते किम् इति चेत् न। अन्धकारः अस्ति चेत् कथं वा द्रष्टुं शक्नुमः चक्षुषा? तर्हि प्रकाशः अपि आवश्यकः अस्ति, तदपि कारणमस्ति चाक्षुषज्ञानं प्रति, अयं घटः इति ज्ञानं प्रति प्रकाशः अपि आवश्यकः अस्ति, कारणमस्ति। किन्तु स च प्रकाशः कुत्र भवेत् इति प्रश्नः। अस्तु, अहमस्मि, अहमेव द्रष्टा, घटः दृश्यमस्ति, तर्हि प्रकाशः कुत्र भवेत्? मयि भवेद् वा, नो चेत् घटे भवेत् वा, दृश्ये भवेत् वा इति चेत् दृश्ये एव भवेत्, इत्युक्ते विषयनिष्ठः भवति, भवेत् प्रकाशः। अहम् अन्धकारे अस्मि चेदपि यदि घटे प्रकाशः अस्ति, तत्रैव घटचक्षुसंयोगः जायते इति कृत्वा तत्रैव प्रकाशः भवेत्। तदा यद्यपि अहम् अन्धकारे अस्मि, चिन्तयतु, अहम् अन्यस्मिन् प्रकोष्ठे अस्मि यत्र प्रकाशः नास्ति, अत्र गुप्तरूपेण अहमस्मि, किन्तु यत्र प्रकाशः अस्ति तत्र घटः अस्ति, तं घटम् अहं पश्यामि इति चिन्तयतु। तर्हि घटे प्रकाशः, घटः इति विषयः, ज्ञानस्य विषयः, अयं घटः इति ज्ञानस्य विषयः अस्ति प्रकाशः, स च प्रकाशः कुत्र भवेत् इति चेत् विषयनिष्ठः भवेत्, विषयनिष्ठप्रकाशक प्रकाशनिरूपित इति भवेत् वाक्यं, स च प्रकाशः विषयनिष्ठः भवेत्। यदि मयि प्रकाशः किन्तु घटे नास्ति, अहं तु प्रकाशे अस्मि, किन्तु घटः अन्धकारे अस्ति चेत् गायं घटः इति ज्ञानं न भवति खलु. तर्हि अत्र अधिकरणं किम् इति बोद्धुम् एतादृश उदाहरणम् अत्र किं शास्त्रिपादैः उक्तमस्ति. तर्हि यत्र यत्र अहं स्थूलरूपेण यद् अत्र निगमनं मया कृतं, यत्र यत्र कार्यं सविषयकं भवति, सविषयकं भवति, यत्र यत्र कार्यं सविषयकं भवति तत्र, यत्र यत्र कार्यं सविषयकं भवति तत्र तत्र विषयः अपि कार्याधिकरणत्वेन स्वीकृत्य अत्र कार्यकरणभावः साधनीयः भवति इति. बुद्धं खलु? यत्र यत्र कार्यं सविषयकं, कार्यं सविषयकम् इत्युक्ते किम् इति श्रीराममहोदय किञ्चित् प्रतिपादयतु. इत्युक्ते तत्र कार्यस्य विषयः भवेत् तदा सः विषयकः भवति. इदानीं ज्ञानम् अस्ति, ज्ञानं सः विषयकम् अस्ति सर्वदा. विषयं विना तत्र ज्ञानं, एवमेव इच्छा अपि, इच्छायाः विषय भवेत् विषयं विना तत्र इच्छा न भवति. उत्तमम्. तर्हि व्याकरणरीत्या पश्यामश्चेत् यत्र यत्र विषये सप्तमी प्रयोगः अस्माभिः कर्तुं शक्यते तत्र सर्वत्र सः विषयकः भवति खलु. आमाम्, आम् महोदय, आम् महोदय. तर्हि तादृशसन्दर्भाः यत्र सन्ति इत्युक्ते कपालद्वयसंयोगेन यः घटः जायते, यद्घटं जायते तत् सः घटः इदानीं सविषयककार्यं नास्ति. यद्यपि घटः कार्यमस्ति तथापि सविषयककार्यं नास्ति, घटस्य विषयः किमपि नास्ति. किन्तु अयं घटः इति ज्ञानं यदा जायते तत्र ज्ञानस्य विषयः भवति. इच्छा यदा जायते इच्छायाः विषयः भवति, कृतिः यदा जायते कृतेः विषयः भवति इति कानिचन कार्याणि सविषयकानि भवन्ति. तादृशसन्दर्भे विषयम् अपि कार्याधिकरणत्वेन स्वीकृत्य अत्र कारणकार्यभावः निरूपणीयः भवति. बुद्धं खलु? अस्तु, बहु समीचीनं. तर्हि इतोपि एकं मया वक्तव्यमस्ति, तदनन्तरं किं कुर्मः, एतद् आधारीकृत्य अन्येषां ज्ञानानाम् उत्पत्तिः कथं भवति इति. अस्तु, तदनन्तरम् एतदपि शास्त्रिपादैः प्रतिपादितं किम् इति चेत् घटः उत्पादितः, घटस्य उत्पादनं जातं, स च घटः उत्पन्नः घटः मम पुरतः अस्ति, तस्य ग्रहणं तदनन्तरं चक्षुसंयोगेन क्रियते, तत्र क्लेशः एव नास्ति. इत्युक्ते चक्षुसंयोगेन अत्र किं जायते, ज्ञानमेव जायते, न तु घटः. जातस्य घटस्य ग्रहणं चक्षुः क्रियते, चक्षुरिन्द्रियेण तस्य ग्रहणमेव क्रियते, न तु घटस्य उत्पादनं. जातस्य घटस्य ग्रहणं क्रियते चक्षुः. एवमेव बाह्य इन्द्रियैः एवमेव भवति सर्वत्र कार्यं. जातस्य घटस्य एव त्वगिन्द्रियेण तत्र ग्रहणं भवति, एवं सर्वत्र. किन्तु इदानीं मनसः विषये अस्माभिः चिन्तितं खलु, तत्र प्रश्नः आसीत्. इत्युक्ते आत्ममनसंयोगेन ज्ञानं जायते वा, जन्यमान इति वक्तुं समीचीनं वा? इत्युक्ते अत्र शानच् प्रत्यये मया प्रयुक्तं, किन्तु भूतकाले. श्रीराम महोदय, शिवरामहोदय अस्ति शिवराम महोदय शिवराममहोदय शिवराममहोदय न श्रूयते महोदय भवान् अन्म्यूट् मध्ये अस्ति किन्तु किमपि न श्रूयते अस्तु किञ्चित् बहिः गत्वा पुनरागच्छतु जन्यमान इति पदं प्रयोगः समीचीनं किम् अन्येषां चिन्तनं किम् शिरा महोदय भवान् किं चिन्तयति तत्र जनयति कर्मणि शानच् अस्ति कर्मणि शानच् किन्तु भूतकालार्थे जन्यम् इति इत्युक्ते यस्य घटस्य उत्पादनं जातं तस्य इति वक्तुं मया इष्टं सामान्यतया नटः स्थाने एव सदृशानचो विधीयते खलु वर्तमानकालार्थे अपि च भविष्यत्कालार्थे अपि विधीयते इति अस्माभिः अधीतम् किन्तु भूतकालार्थे भवति वा इति भवतु अस्तु सर्वैः अत्र अस्मिन् विषये चिन्तयितुं शक्यते अस्तु अग्रे गच्छामि तर्हि अत्र इदानीं यः घटः उत्पन्नः तस्य ज्ञानं चक्षुसंयोगेन भवति किन्तु ज्ञानं यत् उत्पाद ज्ञानं यत् उत्पन्नम् अस्ति तत्र एकेन आत्ममनसंयोगेन उत्पन्नज्ञानस्य ग्रहणं भवति वा नो चेत् उत्पादनं भवति वा युगपत् तस्य उत्पादनं ज्ञानस्य उत्पादनम् अस्तु प्रश्नः एतादृशमस्ति समीचीनतया अहं वदामि आत्ममनसंयोगः आत्ममनसंयोगस्य आवश्यकता अस्ति एव किं प्रति इति प्रश्नः तर्हि ज्ञानस्य उत्पादनं प्रति वा ज्ञानस्य ग्रहणम् उत्पन्नज्ञानस्य ग्रहणं प्रति वा नो चेत् एकेन आत्ममनसंयोगेन एकस्मिन्नेव क्षणे ज्ञानं जायते अपि च तादृशजन्यज्ञानस्य ग्रहणमपि भवति वा इति प्रश्नः प्रश्नः बुद्धं वा अस्तु कपालद्वय संयोगेन घटः जायते खलु किन्तु तदनन्तरं यदा घटचक्षुषोः मध्ये संयोगः जायते तेन संयोगेन अयं घटः इति ज्ञानम् आत्मनि जायते इत्युक्ते यत् कार्यं जातमस्ति तस्य जातस्य कार्यस्यैव ग्रहणं बाह्येन्द्रियेण क्रियते तत्र क्लेशः किमपि नास्ति किन्तु इदानीं मनसा किं किं गृह्यते षड् आत्मगुणाः गृह्यन्ते खलु षड् आत्मगुणान् आत्मगुणाः मनसा गृह्यन्ते अस्तु ते के ज्ञानम् इच्छाकृतिः अन्यदपि अस्ति खलु किं सुखदुःख इच्छा द्वेष न द्वेष सुखदुःख द्वेष ज्ञान इच्छाकृति सुखदुःख द्वेष खलु अस्तु एतेषां षण्णाम् आत्मगुणानां ग्रहणं मनसा क्रियते इति अस्माभिः अधीतं किन्तु तेषां जननं तत्रापि आत्ममनसंयोगस्य आवश्यकता अस्ति वा मनसः आवश्यकता अस्ति वा कारणत्वेन इति प्रश्नः इत्युक्ते एतेषां षण्णाम् उत्पादनार्थं मनसः आवश्यकता एव नास्ति वा यदि अस्ति तर्हि एकस्मिन्नेव क्षणे ज्ञानम् उत्पद्यते अपि च तस्य ग्रहणमपि मनसा क्रियते वा नो चेत् प्रथमं अत्र ज्ञानं जायते तदनन्तरं तस्य ग्रहणं भवति वा? इदानीं प्रश्नः बुद्धः किम्? बुद्धं अस्तु. इति प्रश्नस्य उत्तरं किम् इति चेत् अत्र आत्ममनसंयोगद्वयस्य आवश्यकता अस्ति इति शास्त्रिपादैः उक्तम्. किम् इति चेत् जननार्थं षण्णाम् आत्मगुणानाम् जननार्थम् आत्ममनसंयोगः आवश्यकः अस्ति. किन्तु तेन एव आत्ममनसंयोगेन यः यत् कार्यं जातं तस्य ग्रहणम् इति न, तत्र भिन्न आत्ममनसंयोगस्य आवश्यकता अस्ति. तर्हि यथा बाह्येन्द्रियेण ग्रहणं भवति तथा एव मनसा अपि ग्रहणं भवति. अत्र वैशिष्ट्यं किम् इति चेत् मनः जननं प्रति अपि कारणं. यदा कार्यं जातं तदनन्तरं पुनः स एव मनः अत्र ग्रहणं प्रति अपि कारणं, जातस्य ग्रहणं प्रति अपि कारणम् इति उक्तम्. अस्तु, बुद्धं वा एतावत्? अस्तु, बहु समीचीनम्. एतानि सर्वाणि महत्त्वपूर्ण एते सर्वे महत्त्वपूर्णबिन्दवः सन्ति. इतोपि किञ्चित् मया चिन्तितमस्ति. हा, तर्हि प्रथम आत्ममनसंयोगः इति आत्मगुणानां जननार्थम् आवश्यकमस्ति. द्वितीय आत्ममनसंयोगः तु केवलं ग्रहणार्थम् आवश्यकमस्ति, खलु? सत्यम्. अस्तु, तर्हि इदानीं किं कुर्मः? अस्य स्पष्टार्थम् अत्र बाह्येन्द्रियेण यद् एकं ज्ञानं जायते तत्र कारणानि कानि इति चिन्तयामः. तदनन्तरम् अत्र ज्ञानस्य उत्पादनार्थं मनसः कारणत्वम् अत्र निरूपयामः, तदनन्तरं ग्रहणार्थं कारणत्वं निरूपयामः, किञ्चित् चिन्तयामः अस्मिन् विषये. अस्तु, प्रथमम् अत्र किम् एकं चाक्षुषज्ञानम् एव स्वीकुर्मः. अत्र तु केवलम् इदानीं ज्ञानस्य विषयः अस्ति अयं घटः इति न. नीलो घटः इत्युक्ते घटे विद्यमाननीलत्वम् एव विषयः. घटस्य रूपं किम् उत्तरं यदस्ति तदेव ज्ञानस्य विषयः इति स्वी घटे विद्यमानरूपं नीलो घटः इति ज्ञानस्य आकारः अस्ति. अस्तु, तत्र समवायीकारणं किम् इति सत्यभावज्ञे वदति वा? आं महोदय, नीलः घटः इति नीलो घटः इति ज्ञानम्, अस्य ज्ञानस्य समवायीकारणं किम्? नीलरूपं घटे समवायेन अस्ति. समवायीकारणं किम्? समवायीकारणस्य लक्षणं किम्? स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति. सत्यं. तर्हि ज्ञानस्य समवायीकारणं किं नीलो घटः इति ज्ञानस्य? खडः स्वस्मिन् तादात्म्येन स्थित्वा रूपं जनयति. इदानीं कार्यमस्ति, रूपं कार्यं नास्ति. नीलो घटः इति ज्ञानं कार्यमस्ति. ज्ञानम् आत्मनि एव जनयति खलु? हा, इदानीं कार्यं, अतः एव मया उक्तं कार्यं किं नीलो घटः इति ज्ञानं. इदानीं बुद्धं, नीलो घटः इति ज्ञानं कार्यमस्ति, ज्ञानं आत्मनि जनयति. समवायीकारणं किम् इति प्रश्नः. समवायीकारणं ज्ञानम् आत्मनि अस्ति इति. कारणं किं तदेव वदतु. समवायीकारणं किम्? असमवायिकारणं केन सम्बन्धेन इति वा? ज्ञानं समवायेन आत्मनि अस्ति खलु, तर्हि समवायिकारणं किम्? समवायिकारणम् आत्मा, हा तदेव वक्तव्यम्, आत्मा कः? नीलोघटः इति ज्ञानम् इति कार्यं तं प्रति समवायिकारणं किम्? नीलोघटः इति कारणं तं आत्मा इति एकमेव पदं वक्तव्यं, बुद्धं खलु? बुद्धं, हा तावदेव वक्तव्यं, समवायिकारणं किम् इति चेत् आत्मा, कथम् इति चेत् आत्मा स्वस्मिन् तादात्म्ये स्थित्वा समवायेन ज्ञानं जनयति इति कृत्वा समवायिकारणम्। अस्तु, असमवायिकारणं किम्? असमवायिकारणम् आत्ममनसंयोगः, तदपि इदानीम् आत्ममनसंयोगः समवायेन मनः आत्मनि स्थित्वा पुनः समवायेन ज्ञानं जनयति। मनः क्षम्यते, उल्टा, आत्ममनसंयोगः इदानीं मनः आत्मनि स्थित्वा समवायेन आत्मनि मनः आत्मनि स्थित्वा वा आत्ममनसंयोगेन कुत्र इति, आत्मनि एव कार्यं जनयति खलु? तत्तु सत्यं, किन्तु अत्र कारणं किम्? आत्मा एव अत्रापि आत्ममनसंयोगः, आत्मा इति समवायिकारणम् इति भवत्या उक्तं खलु, आत्ममनसंयोगः अत्र भगिनि, एकनिमिषम्, आत्ममनसंयोगः इति कीदृशपदार्थः? संयोगः इति गुणः खलु, आम्, संयोगः इति गुणः, गुणिनि केन सम्बन्धेन भवति? समवायसम्बन्धेन, हा खलु, तर्हि आत्ममनसंयोगः इति संयोगः कुत्र अस्ति, समवायेन कुत्र अस्ति? आत्मनि अपि च मनसि अस्ति खलु? उत्तमम्, उत्तमम्, आत्मनि द्विनिष्ठः अस्ति खलु, तर्हि आत्मनि अपि अस्ति मनसि अपि अस्ति, किन्तु इदानीं कार्यं कुत्र जायते, मनसि जायते वा आत्मनि जायते वा? कार्यम् आत्मनि जायते। उत्तमं, तर्हि अत्र असमवायिकारणनिरूपणार्थं समान अधिकरणं किम्? मनः, मनः नास्ति आत्मा, आत्मा अधिकरणम् आत्मा, कारणं मनः, भगिनि कारणं मनः नास्ति, आत्ममनसंयोगः कारणं, मनः इति द्रव्यं, संयोगः इति गुणः, तत्र असमवायिकारणम् आत्ममनसंयोगः इति वा अथवा मनः एव वा इति मम प्रश्नः। अस्तु, मनः अस्ति चेत् अत्र लक्षणं सङ्गच्छते, असमवायिकारणस्य लक्षणं किम्? समवायेन कार्याधिकरणे स्थित्वा समवायेन कार्यं जनयति। उत्तमं, मनः समवायेन कार्याधिकरणे भवितुम् अर्हति वा आत्मनि? नास्ति, भवितुमर्हति खलु, आत्ममनसंयोगः एव असमवायिकारणम्। बुद्धं वा? इदानीं बुद्धम्, हा आत्मा समवायिकारणम्, आत्ममनसंयोगः असमवायिकारणम्। अस्तु, मनः कीदृशकारणम्? मनः मनः इन्द्रियम् प्रथमं, मनः कारणं वा न वा? मनः अपि कारणमेव, तर्हि कीदृशकारणम् इदानीं आत्ममनसंयोगः इति असमवायिकारणमस्ति. मनः निमित्तकारणं भवति. वदतु केन सम्बन्धेन, निरूपयतु निमित्तकारणत्वं, निरूपयतु मनसि. मनः आत्ममनसंयोगेन ज्ञाने अस्ति. इदानीं किं वदति, मनः आत्ममनसंयोगेन ज्ञाने अस्ति वा? नास्ति. अहं वदामि, नीलोखडः इति ज्ञानम् आत्मनि अस्ति. आत्मा इति अधिकरणम् अत्र. इदानीम् आत्मा इति अधिकरणमत्र, पुनः आत्ममनसंयोगः अपि आत्मनि अस्ति. किमर्थम् आत्ममनसंयोगविषये चिन्तयति इति अहं मया न बुद्धम्. इदानीम् अस्माकं मनसः कारणत्वं निरूपणीयं, तदेव खलु? कारणत्वं आत्ममनसंयोगस्य विषये चिन्तयति. नीलोकटः इति ज्ञानं केन प्रत्यक्षं भवति इति अत्र एव मनसि खलु. भगिनि, अत्र अन्यत् किमपि चिन्तयति चेत् भ्रमः भवत्येव. अस्माकं लक्ष्यं किं, मनः कारणं वा न वा इति. अत्रैव चिन्तयतु, मनः प्रथमम् अहं प्रश्नान् पृच्छामि, तस्य उत्तरं वदतु, तदा बोधः जायते. मनः कारणं वा न वा? कारणं भवेत्. कथं? मनः विना ग्रहणं न कर्तुं शक्यते. तद् तदेकं, पुनः समवायि असमवायिकारणम् आत्ममनसंयोगः अस्ति. उत्तमं, तत्र असमवायिकारणे आत्ममनसंयोगः उक्तः खलु. तर्हि मनविना किं, मनः विना, सत्यं मनः विना संयोगः न भवति. तर्हि मनसः आवश्यकता अस्ति, तर्हि कारणत्वम् अस्ति, किन्तु इदानीं निरूपणीयं कीदृशकारणम् इति. अस्तु, इदानीं नीलोघटः इति ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति खलु. तर्हि इदानीम् अधिकरणं, समान अधिकरणम् आत्मा इति स्वीकुर्मश्चेत् मनः केन सम्बन्धेन आत्मनि अस्ति इति वक्तुं शक्यते? आत्मा संयोगः एव अत्र संयोगः. सत्यं खलु, आत्मा इति द्रव्यं, मनः अपि द्रव्यं. तर्हि आत्ममन आत्ममनयोः मध्ये कः भवति, कीदृशसम्बन्धः भवति? संयोगे एव खलु, संयुक्तः इति भवति. तर्हि मनः संयोगसम्बन्धेन आत्मनि अस्ति, ज्ञानं समवायसम्बन्धेन आत्मनि अस्ति. तर्हि मनः संयोगसम्बन्धेन आत्मनि स्थित्वा समवायसम्बन्धेन कार्यं जनयति खलु. संयोगेन आत्मनि स्थित्वा खलु, संयोगेन आत्मनि समवायेन कार्यं जनयति. तर्हि इदानीं समान अधिकरणं निरूपितम्, अतः कार्यकारणभावः निरूपितः. किन्तु तादात्म्येन स्थित्वा न जनयति, समवायेन स्थित्वापि न जनयति, संयोगेन स्थित्वा जनयति इति कृत्वा निमित्तकारणं भवति. बुद्धं वा? बुद्धं. किं बुद्धं महोदय? समीचीनं, तत्र I mean, you are not saying it with conviction. Hence, I asked. Buddham kalu? Buddham. Astu, astu, samichinam. Sopanani na, purva sopanani na spashtada nasti idaniyam Buddham. Itute, atra kim karanam, kim karyam iti tavadeva tajya sintiyam asya brahmana bhavati. Kintu, anyat kim api atra chakshusa yoga iti etat sarvam madhya stapa iti che tatra klesha bhavati. अस्तु, अग्रे गच्छेम. तर्हि इदानीं कः वदति, वर्षा भगिनी वदतु, इदानीं मनः संयोगेन आत्मनि स्थित्वा समवायेन ज्ञानं जनयति इति कृत्वा मनः असमवायि निमित्तकारणं भवति. किन्तु अत्र संयोगः केन जायते? विशिष्टसंयोगः अस्ति. न प्रश्नं श्रुत्वा वदतु, संयोगः केन जायते इति प्रश्नः. क्रियया जायते. उत्तमम्. अस्तु, अत्र आत्ममनयोः मध्ये संयोगः, अत्र क्रिया अर्हः कः? मनसि, मनः. मनः खलु, तदेव तथैव अनुपरिमाणमस्ति इति कृत्वा तत्र क्रिया भवितुमर्हति. उत्तमं. तर्हि यदा मनसि क्रिया जायते तदा आत्ममनसंयोगः उत्पद्यते. इत्युक्ते यद्यपि आत्मा नित्यः, मनः अपि नित्यः, द्वयोः मध्ये यः संयोगः जायते स च संयोगः अनित्यः अस्ति. तर्हि मनसि यदा क्रिया जायते तदा अत्र आत्मनसंयोगः भवति. अस्तु, इदानीं रमेशमहोदयस्य प्रश्नः यदासीत् अत्र मनचक्षुषोः मध्ये संयोगः वक्तव्यं वा इति, तस्मिन् विषये इदानीं भवती चिन्तयतु. हा महोदय, वक्तव्यमेव. मनः वेगेन यत्र प्रत्यक्षं भवति तत्र गत्वा संयोग तत्र इत्युक्ते कुत्र? चक्षुषः प्रति गत्वा. तर्हि यत्र प्रत्यक्षं भवति इति न वक्तव्यं, येन इन्द्रियेण प्रत्यक्षं भवति तम् इन्द्रियं प्रति गत्वा. तम् इन्द्रियं प्रति गत्वा संयुक्तसम्बन्धेन ज्ञानं स्वीकृत्वा पुनः मनः आत्मसंयोगः जनयति वा? न न, अस्तु, अत्र समीचीनं, किन्तु इतोपि न चिन्तनीयम्. इत्युक्ते आत्ममनसंयोगः कदा जायते? यदा मनसि क्रिया जायते तदा आत्मनसंयोगः जायते खलु. तर्हि इदानीं मनसि क्रिया जायते, किन्तु सा क्रिया अनया क्रियया मनः कुत्र गच्छति इति वक्तव्यम्. चक्षुषज्ञानं जायमानमस्ति चेत् तत्र चक्षुः यत्र अस्ति तत्र मनः गच्छति खलु. आम् महोदय. हा, यद्यपि तत्र गच्छति किन्तु इदानीं यदा क्रिया जायते मनः यत्र कुत्रापि गच्छति भवतु, किन्तु तावद् न वक्तव्यं. यदा मनसि क्रिया जायते तदा आत्ममनसंयोगः उत्पद्यते. उत्पद्यते चेत् इदानीम् असमवायीकारणं भवति ज्ञानस्य उत्पादनं प्रति. बुद्धं खलु? तर्हि आत्मा समवायीकारणम्, आत्ममनसंयोगः असमवायीकारणं, मनः निमित्तकारणमस्ति. किन्तु इदानीम् अत्र मनचक्षुषोः मध्ये यः संयोगः जायते तस्मिन् विषये चिन्तयामः. तद् कीदृशकारणम् इति चिन्तयति वा? आं महोदय. चक्षुः मनः संयोगः, चक्षु मनः मनयोः मध्ये कीदृशसम्बन्धः भवितुमर्हति? संयोगः. उत्तमं. हा, संयोगसम्बन्धः समवायेन मनसि स्थित्वा समवायेन कार्यं जनयति. अतः अत्र अधिकरणं किं, समानाधिकरणं किम् इति चिन्तयतु. समानाधिकरणं न निरूपयितुं शक्यते चेत् कार्यकारणभावः नास्ति. आत्मनि प्रति आत्मा प्रति नेतव्यं भवति वा? आत्मा एव अधिकरणमस्ति. ज्ञानम् आत्मनि जायते. अत्र चक्षु मनः संयोगः इति वदामश्चेत् अत्र चक्षुमनः संयोगः कुत्र वर्तते? मनसि वर्तते, अपि च चक्षुषि वर्तते. मनसि वर्तते इति स्वीकुर्मश्चेत् एकनिमिषं, किं किं वर्तते, किं मनसि वर्तते? चक्षुमनसि मनसः संयोगः मनसि वर्तते चक्षुषि अपि वर्तते भवतु अनेन किं बट् वी विल् टेक् इट् इन् द मैण्ड् यद् यदि चक्षु मनसि मनसि संयोगः मनसि वर्तते हा इति स्वीकुर्मः प्रथमम् अत्र चक्षुः अपि च मनः अपि च कार्यम् अनयोः मध्ये सम्बन्धः प्रथमं चिन्तयतु यदि न चिन्तयति यदि तत्र सम्बन्धः एव नास्ति तर्हि अत्र कारणत्वं न वक्तव्यं खलु सम्बन्धः अस्ति तत् विना तत् कारणम् तत् कारणमस्ति चक्षुः निरूपणीयं खलु कारणमस्ति इति स्वीकृत्य न चिन्तनीयं कारणमस्ति वा इति चिन्तनम् इदानीं तस्य कारणत्वं स्वीकर्तव्यं वा इति चिन्तनम् इदानीं हा यदि न न स्वीक्रियते तर्हि अत्र एक गैप भवति चक्षु इन चक्षु विषय सन्निकर्षेण ज्ञानं प्रत्यक्षं भवति तत् मनसा प्रति तत् मनसः प्रति नेतव्यं तदनन्तरम् आत्मनि प्रति नेतव्यम् अतः चक्षु एकनिमिषं यु आर् गोयिङ्ग् थ्री स्टेप्स् अहेड् अण्ड् यु हव् आल्रेडी डिसैडेड् आन् समथिङ्ग् अण्ड् यु आर् स्पीकिङ्ग् ओके सो किञ्चित् अत्र सोपानेन गच्छतु नो चेत् यदि भवत्याः मनसि एकं निश्चयं कृत्वा तदनुसृत्य वदति चेत् क्लेशः भवति सो वाट् वि आर् ट्रैङ्ग् टु एस्टाब्लिश् हियर् इस् वेदर् दि संयोग बिट्वीन् चक्षु अण्ड् मन ईस् कारणं फार् नीलोघटः इति ज्ञानं दट्स् आल् वि आर् ट्रैङ्ग् टु एस्टाब्लिश् करेक्ट् तर्हि तत्र प्रथमं कार्याधिकरणं किम् इति निश्चयं करोतु कार्यस्य अधिकरणम् एकम् आत्मा भवितुमर्हति अन्यत् घटः भवितुमर्हति विषयः भवितुमर्हति अत्र कार्यं सविषयकमस्ति इति कृत्वा खलु तर्हि अत्र चक्षुमनसंयोगः संयोगः भवति किन्तु तस्य कारणत्वं वक्तव्यं वा इति प्रश्नः किमर्थं तस्य कारणत्वं वक्तव्यम् इति निर्बन्धः अस्ति यदि नास्ति तर्हि किं भवति इति वदतु तावदेव वदतु यदि चक्षुमनसि संयोगः न भवति तर्हि कथम् आत्मनि प्रति ज्ञानजनकत्वं निरूपितुं शक्यते किमर्थं न शक्यते अत्र चक्षुविषयं प्रति चक्षुविषयं प्रति सन्निकर्षः अस्ति एव परन्तु तस्य कारणत्वं घटचक्षुषोः मध्ये संयोगः यदस्ति तस्मिन् कारणत्वम् अङ्गीकृतमेव परन्तु तत् ज्ञानं कुत्र अस्ति तत् केवलम् अत्र प्रत्यक्षम् अत्र केवल प्रत्यक्षज्ञानस्य प्रत्यक्षम् अत्र केवल सन्निकर्षमेव अस्ति अत्र प्रत्यक्षज्ञानमपि न जनयति यदि आत्मनि प्रति न यदि न आगच्छति चेत् अतः किं न आगच्छति किं न आगच्छति महोदय अत्र केवलं सन्निकर्षः एव अस्ति प्रत्यक्षज्ञानजननं तु आत्मनि एव भवति अतः तत् सन्निकर्षसंयोगः यत् अस्ति तत् आत्मनि प्रति न अस्तु भवती पुनः तदेव दोषः करोति दोषं करोति अस्तु तर्हि इदानीम् आत्मचक्षुसंयोगः इति त्यजामः अस्तु भवती किं करोतु इदानीं चक्षुघटसंयोगः यदस्ति तस्य कारणत्वं निरूपयतु इदानीं चक्षुघटसंयोगः घटः विषयः अस्ति अत्र घटज्ञानस्य अधिकरणं घटः इति अपि वक्तुं शक्यते केन सम्बन्धेन ता ओके अत्र तादात्म्यसम्बन्धेन स्थित्वा घटः विषयतासम्बन्धेन ज्ञानस्य कारणम् अस्ति. चक्षुघटसंयोगः इति स्व संयुक्त स्व किमर्थं स्व संयोगः इदानीं प्रश्नः भगिनि प्रश्नः अस्ति घटचक्षुसंयोगः संयोगः घटे वर्तते समवायसम्बन्धेन अतः संयोगः समवायसम्बन्धेन घटे स्थित्वा विषयतासम्बन्धेन ज्ञानं जनयति इति निमित्तकारणं भवति घटप्रत्यक्षं प्रति. सत्यं. तर्हि इदानीं घटः के समानाधिकरणं किं घटः खलु. अस्तु तर्हि घटचक्षुसंयोगः समवायीकारणमस्ति न समवायीकारणमस्ति निमित्तकारणमस्ति. किमर्थमित्युक्ते घटचक्षुसंयोगः घटे कार्याधिकरणे समवायेन स्थित्वा विषयितासम्बन्धेन ज्ञानं जनयति. आत्मनि कुत्र आत्मनि जनयति इति भवतु किन्तु अत्र समान अधिकरणमस्ति घटः. एवम् अत्र किमर्थं चक्षुघटसंयोगः स्वीकृतः कारणत्वेन इति चेत् यस्मिन् कार्यं जातं तस्मिन्नेव एषः संयोगः अस्ति इति कृत्वा साक्षात् खलु. अस्तु तर्हि इदानीम् एवं चक्षुमनसंयोगस्य विषये चिन्तयतु. इदानीं कार्यं कुत्र अस्ति इति प्रथमम् उक्त्वा तदनन्तरं कार्यम् आत्मनि अस्ति नो चेत् घटे अस्ति. समवायसम्बन्धेन आत्मनि अस्ति नो चेत् विषयतासम्बन्धेन घटे अस्ति. इदानीं कस्य कारणत्वस्य विषये चिन्तनं चक्षुमनसंयोगस्य कारणत्वम् अस्माभिः चिन्त्यते. यदि घटः इति समानाधिकरणं कार्याधिकरणम् इति स्वीकुर्मश्चेत् चक्षुमनसंयोगः चक्षुषि समवायसम्बन्धेन वर्तते अतः समवायसंयुक्तसम्बन्धेन घटं प्रति नेतव्यम्. किमर्थं नेतव्यम् इति प्रथमं तत्र कार्यकारणभावः निरूपणीयः खलु. तत्र एकं सोपानं त्यजति भवति. ओन्ली इफ् यथा मया उक्तं किमर्थम् अत्र चक्षुघटयोः मध्ये संयोगः वक्तव्यम् इति चेत् यदि अहं मम चक्षुः निमीलनं करोमि तदा घटस्य दर्शनं न भवति खलु. तर्हि तत्र वक्तव्यः एव निरूपितमेव किन्तु तत्र चक्षुमनसंयोगः इदानीम् आत्मा अस्ति आत्माविभुः आत्ममनसंयोगः यदा मनसि क्रिया जायते तदा आत्ममनसंयोगः भवत्येव. अस्तु रमेश महोदय भवान् किं चिन्तयति अत्र अन्वयव्यतिरेक सहचारः अपि अस्ति किल महोदय. चक्षुमनसि संयोगेन विना आत्मनि ज्ञानस्य जनकं प्रति अन्वयव्यतिरेकसहचारः अस्ति. निरूपयतु इति तदेव अहं वदामि. भवती निश्चितं कृतवती आत्मन मनचक्षुसंयोगः भवेत् इति निश्चयं कृत्वा तद् अनुसृत्य वाक्यं वदति. You have already discussed this is the karanam and you are somehow trying to establish the karanatva. But I want you to prove the karanatva. If you already assume that it is there, then how can you prove it? There is a gap. There is a gap. That gap has to be filled by something. That something is only... What is the gap? Where is the yoga between the chakshu and the mana? The gap is between the chakshu and the atma. There is no, already we have spoken about atma mana sayogaha. And we have already spoken about atma and chakshu. Where is the... सो द गेप् इस् बिट्वीन् चक्षु अण्ड् मनः सोरि तत्र संयोगः अस्ति एव सो ऐ एम् स्टिल् ट्रैङ्ग् टु फैण्ड् औट् वेर् एक्साक्ट्लि इस् युवर् प्राब्लम् अहं मन्ये सः चिन्तयति यत् यदा मनः नास्ति तत्र तर्हि केवलं चक्षुषा यदि घटं पश्यामः चेत् तस्य ज्ञानं न उत्पद्यते इति सा चिन्तयति इति अहं मन्ये यदि तादृशं सा चिन्तयति तर्हि मया अङ्गीकृतं खलु आत्मनसंयोगः असमवायिकारणं मनः निमित्तकारणम् इति मनसः कारणत्वं निरूपितम् आत्मनसंयोगस्यापि कारणत्वं निरूपितम् अङ्गीकृतमपि किन्तु इदानीम् अस्माकं पुरतः किमस्ति चक्षुमनसोः मध्ये संयोगः चक्षुः इति इन्द्रियं द्रव्यं मनः इति द्रव्यं तयोः मध्ये यः संयोगः जायते स च संयोगः कारणम् इति सा वदति तस्य कारणत्वं कथं निरूपणीयम् इति प्रश्नः मनसः कारणत्वं न निराकृतम् अङ्गीकृतमेव मनः निमित्तकारणम् आत्मनसंयोगः असमवायिकारणम् इति एतत् सर्वम् अङ्गीकृतमेव बहूनि कारणानि सन्ति एकं कार्यं प्रति खलु तर्हि आत्मापि कारणम् आत्मनसंयोगः कारणम् असमवायकारणं मनः निमित्तकारणं घटः निमित्तकारणं घटचक्षुसंयोगः निमित्तकारणं तर्हि यदि घटचक्षुसंयोगः निमित्तकारणं भवति तर्हि चक्षुः अपि निमित्तकारणं भवति खलु चक्षुः विना अत्र चक्षुघटयोः मध्ये संयोगः न भवति किन्तु इदानीं किञ्चित् चिन्तनीयं चक्षुः इति स्वीकुर्मः तदा प्रायः इतोपि स्पष्टता जायते चक्षुषः निमित्तकारणत्वं वक्तुं शक्यते वा यथा मनसः निमित्तकारणम् उक्तं मनः साक्षात् कार्यादिकरणे आत्मनि अस्ति संयोगसम्बन्धेन खलु यस्मिन् ज्ञानं जायते तस्मिन् कार्याधिकरणे मनः साक्षात् संयोगसम्बन्धेन अस्ति एवं चक्षुः अस्ति वा इति भवानेव चिन्तयतु मेलन् महोदय चिन्तयतु किं चक्षुः निमित्तकारणं भवति वा न वा इति प्रश्नः चक्षुः कारणं वा न वा इति चक्षुः इति निमित्तकारणम् अस्ति इति अहं मन्ये तत्र तर्कः कः तर्हि तत्र चक्षुः नास्ति यदि कोऽपि अन्धः अस्ति चेत् तस्य समीपे अथवा घटः आगच्छति तर्हि सः न द्रष्टुं शक्नोति अतः तस्य मनसि आत्मनि नीलो घटः इति ज्ञानं न उत्पद्यते यतः अतः चक्षुः तु आवश्यकमेव यदि तादृशं वदति अहं भिन्नतर्कं वदामि इदानीं नास्ति चक्षुरिन्द्रियमेव स्वीकृत्य अहं वदामि भवान् किम् उक्तवान् चक्षुः नास्ति चेत् अयं घटः नीलो घटः इति ज्ञानं न जायते अतः चक्षुः कारणम् इति भवता उक्तं चक्षुः अस्ति चेत् नीलो घटः इति ज्ञानं जायते वा चक्षुः केवलं चक्षुः अस्ति चेत् न जायते प्रायः न जायते तर्हि कदा जायते यदा एतत् रूपं नीलरूपम् अस्ति इति ज्ञानम् आत्मनि अस्ति चेदेव तत् वक्तुं न न न न न अत्र इदानीम् अहम् अन्धः नास्ति मया द्रष्टुं शक्यते तत् समीचीनं एकनिमिषं शृणोतु एकनिमिषं शृणोतु इदानीम् अहम् अन्धः नास्ति मयि चक्षुः अस्ति सम्यक्तया द्रष्टुं शक्यते किन्तु अत्र चक्षुः बहिर्गत्वा घटेन यावत् संयुक्तः न भवति तावत् ज्ञानं न जायते खलु आं तर्हि तत्र बहवः कारणानि सन्ति तदेव वयं एकनिमिषम् एकनिमिषम् अत्र इतोपि वाक्यद्वयमेव वक्तव्यमस्ति. तर्हि चक्षुः नास्ति चेत् निश्चयेन ज्ञानं न जायते, किन्तु चक्षुः अस्ति चेत् निश्चयेन ज्ञानं जायते इति न वक्तुं शक्यते. न इति न वक्तुं शक्यते. अन्यानि कियत्पर्यन्तं यावत्पर्यन्तं संयोगः चक्षुघटयोः मध्ये संयोगः यावत्पर्यन्तं न भवति तावत्पर्यन्तम् अत्र ज्ञानं जायते इति न वक्तुं शक्यते इति कृत्वा वस्तुतः अत्र कारणं किम्? चक्षुघटयोः संयोगः एव कारणम्. अपि च चक्षुः कारणस्य कारणं भवति, अन्यथा सिद्धं भवति, अतः अन्यथा सिद्धः भवति. सत्यं कारणस्य कारणम् इत्युक्ते यथा कुलालपिता कुलालपिता विनः कुलालपितरं विना कुलालः न भवति इति तु सत्यं, किन्तु कुलालपिता अस्ति चेत् घटस्य उत्पादनं भवति इति नास्ति खलु? तथैव इति कृत्वा अत्र अन्ये व्यतिरेकसहचारः व्यभिचारः इति न वक्तुं शक्यते, तत्र क्लेशः अस्ति. महोदय तादृशं वदामश्चेत् दण्डः अपि कारणमिति न वक्तुं शक्यते, केवलं चक्रभ्रमणं एव कार्यं भवति, कारणं भवति. दण्डः चक्रभ्रमणे एकनिमिषं चक्रभ्रमणे कारणत्वं कथम् उक्तं, कथं निरूपितम्? तत् कार्य अधिकारणे अस्ति, तत् तस्य एक चक्रभ्रमणस्य व्यापारस्य कारणं. हा अत्र चक्रभ्रमणे वस्तुतः पूर्वम् अस्माभिः किं चिन्तितं, चक्रभ्रमणे कारणत्वं न स्वीकृतमेव, दण्डे एव कारणत्वं स्वीकृतं, दण्डः स्मितकारणं. किन्तु इदानीं पूर्वपक्षे आक्षिपति कार्यस्य उत्पत्तेः पूर्वक्षणे तस्मात् पूर्वमेव दण्डस्य नाशः जातः, तर्हि इदानीं कार्यस्य उत्पत्तिपूर्वक्षणे दण्डः नास्ति, नास्ति चेत् कथं वा तस्मिन् कारणत्वम् इति चेत् तत्र तन्निवारणार्थं तद्दोषनिवारणार्थं चक्रभ्रमणे व्यापारत्वं कल्प्य अस्माभिः दण्डे ये तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारत्वं चक्रभ्रमणे कल्पयित्वा दण्डे कारणत्वं निरूपितम्. तर्हि सामान्यतया चक्रभ्रमणम् इति कारण चक्रभ्रमणम् इति कारणमिति न स्वीकुर्मः, दण्डः एव कारणम् इति स्वीकुर्मः. किन्तु कुत्रचित् दण्डस्य नाशः अभवत् तथापि तर्हि इदानीं कार्यस्य कार्योत्पत्तेः पूर्वक्षणे दण्डः नास्ति इति आपत्तिः भवति, तर्हि तत्र दण्डे कारणत्वस्य कारणत्वं दण्डे कारणत्वं न अङ्गीकर्तुं शक्नुमः इति आपत्तिः भवति. तन्निवारणार्थं चक्रभ्रमणे व्यापारत्वं कल्प्य दण्डे कारणत्वम् अस्माभिः निरूपितं तावदेव. तादृशमेव चक्षुः अस्ति खलु महोदय, चक्षुः यदि चक्षुः नास्ति चक्षुसंयोगः कथं भवति? यदि चक्षुः अस्ति निश्चयेन ज्ञानं भवति वा? न यदि दण्डः अस्ति निश्चयेन घटं भवति वा इति प्रश्नः अस्ति खलु. तदैव तदा एव चक्रः दण्डः भवेत्, कुलालः अपि भवेत्, तस्य इच्छा अपि भवेत्, मृत्तिका भवेत्, सर्वं भवेत्. तदनन्तरं अस्तु सर्वमस्ति किन्तु दण्डः नास्ति चेत् न भवति, घटस्य निर्माणं न भवति. तादृशं चक्षुः नास्ति चेत् ज्ञानं रूपस्य ज्ञानं न भवति, परन्तु चक्षुः अस्ति चेत् रूपस्य ज्ञानं भवति इति न वक्तुं शक्यते. किन्तु किमर्थं तादृशं मया पृष्टम् इति चेत् अत्र चक्षुघटयोः मध्ये सन्निकर्षः यदस्ति तदेव प्रत्यक्षज्ञानस्य प्रत्यक्षज्ञानस्य लक्षणं कथं कृतम्? इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति खलु. तर्हि तत्र कारणता उक्तत्वात् अत्र अन्यथा सिद्धत्वं मया कल्प्यते तावदेव. प्रत्यक्षज्ञानस्य लक्षणं किम्? इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति तस्य लक्षणं कृतम्. अत्र लक्षणम् एव एतादृशं कृतम् इति कृत्वा अत्र अन्यथा सिद्धत्वं मया कल्प्यते. चक्षुः नास्ति चेत् निश्चयेन ज्ञानं न भवति, किन्तु तत्र कारणत्वं कल्पनीयं वा इति प्रश्नः. इति तत्र किञ्चित् भेदः अस्ति खलु. घटस्य निर्माणं, घटः किम् इति लक्षणम् अत्र दण्डेन न कृतम्, किन्तु अत्र प्रत्यक्षज्ञानमिति कार्यस्य लक्षणे एव सन्निकर्षः उक्तः अस्ति इति किञ्चित् वैशिष्ट्यमस्ति अत्र. नो चेत् अनुमान ज्ञाने अपि अतिव्याप्तिः भवति इन्द्रियसन्निकर्षं त्यजामश्चेत्. न बुद्धं महोदय, न तत् किमर्थं तस्य कारणत्वं न स्वीकरणीयम् इति न बुद्धम्. यदि अन्यथासिद्धः इति तावदेव, यदि भवति चेत् किं दोषः भवति इति न दोषः नास्ति. इत्युक्ते कुलालपितुः अपि कारणम् इति स्वीकर्तुं शक्यते, किन्तु तत्र लाघवं नास्ति. अन्यथासिद्धत्वं किमर्थं वदामः? अन्यथा इन्फ्याक्ट् अन्यथासिद्धत्वं कुत्र वदामः इति चेत् यत् कारणं भवितुम् अर्हति तत्रैव अन्यथासिद्धत्वं कल्पयामः खलु. इत्युक्ते इदानीं घटस्य उत्पादनं जायमानमस्ति, तत्र किं मन्दिरे तत्र प्रीस्ट् अस्ति इति चिन्तयतु, यत्किमपि भवतु, तस्मिन् कारणत्वम् अस्ति वा? सः अन्यथा सिद्धः इति न वदामः खलु. यत् कारणं भवितुम् अर्हति तत्र एव तेषु कारणेषु एव अन्यथा सिद्धत्वम् अस्ति वा इति चिन्तनं, केवलं लाघवार्थं तावदेव. भवतु, इदानीं चक्षुः अपि कारणम् इति वदामश्चेत् क्लेशः नास्ति, किन्तु अत्र कार्याधिकरणम् इत्युक्ते आत्ममनसंयोगः, तत्र कार्याधिकरणम् आत्मा, तस्मिन् अधिकरणे साक्षात् मनः संयोगसम्बन्धेन वर्तते. यस्मिन् अधिकरणे आत्मनि कार्यं जायते इति कृत्वा, किन्तु इदानीम् अस्माकं चिन्तनं कस्मिन् विषये? चक्षुमनसोः मध्ये संयोगः तस्मिन् विषये. तर्हि तत्र अधिकरणं किम् इति चिन्तनीयम्, किमर्थम् अत्र वक्तव्यम् इति. तत्रापि कारणता किमर्थं वक्तव्यम् इति, इत्युक्ते चक्षुषः आवश्यकता चक्षुघटसंयोगे स्वीकृतं, मनसः आवश्यकता आत्ममनसंयोगे स्वीकृतम्, तदनन्तरं पुनः तत्र चक्षुमनयोः अपि संयोगः वक्तव्यः इति अनावश्यकम् अस्ति खलु. तत्र लाघवं नास्ति, इत्युक्ते मनसः कारणत्वम् अङ्गीकृतं, घटचक्षु मध्ये संयोगः अपि अङ्गीकृतं, तर्हि चक्षुः तत्र अस्ति तन्मध्ये, तावत् वदामश्चेत् पर्याप्तम् इति भाति. पुनः पुनः नूतननूतनकल्प अत्र संयोगः कल्पयित्वा केनचित् कारणेन अत्र परम्परासम्बन्धेन अत्र कार्याधिकरणे आनीय एतत् सर्वं वक्तव्यमिति नियमः नास्ति, तावत् वदामश्चेत् पर्याप्तम् इति भाति. ऐ होप् यु आर् गेटिङ्ग् वाट् ऐ एम् ट्रैङ्ग् टु से. तर्हि महोदय, यदि सोपानेन ज्ञानं कथं भवति इति यदि पश्यामः चेत् स्पष्टता भवति इति अहं मन्ये. तदेव इदानीम् उक्तम्, इत्युक्ते आत्मा समवायिकारणं, तत्र किमपि क्लेशः नास्ति. आत्ममनसंयोगः असमवायिकारणं, तर्हि तत्र मनः अपि स्वीकृतम् आत्मा अपि स्वीकृतं तयोः मध्ये संयोगः स्वीकृतः अपि च घटः कारणं घटं विना घटस्य प्रत्यक्षं न भवति अपि च चक्षुः चक्षुघटयोः मध्ये संयोगः अपि स्वीकृतः तेन अत्र वस्तुतः परम्परारूपेण तत्र चक्षुः चक्षुषि कारणतः स्वीकृता एव तर्हि अत्र चत्वारि कारणानि वदामश्चेत् पर्याप्तम् इति भाति आत्मनि समवायिकारणत्वं वक्तव्यम् आत्ममनसंयोगे असमवायिकारणत्वं वक्तव्यं घटे वस्तुतः अत्र घटे कारणत्वम् इत्युक्ते तादात्म्येन स्थित्वा इति कदा वक्तव्यं भवति यदा इदानीं पुस्तके यद् अस्माभिः चिन्तितं तत्र घटे निमित्तकारणे अतिव्याप्तिः भवति इति उक्तं खलु तादृशसन्दर्भे एव घटे कारणता वक्तव्या भवति नो चेत् चक्षुघटयोः मध्ये संयोगः यदस्ति तत्र कारणता वदामश्चेत् पर्याप्तं भवति कुत्रचित् अतिव्याप्तिः भवति चेद् एव कस्मिंश्चित् कारणता कल्पनीया भवति नो चेत् लाघवार्थं चक्षुघटयोः मध्ये संयोगः इति निमित्तकारणं भवति आत्मसमवायिकारणं भवति आत्ममनसंयोगः असमवायिकारणं भवति इति त्रीणि कार्याणि वदामश्चेत् पर्याप्तं भवति किन्तु इदानीम् अत्र आत्ममनसंयोगे अत्र कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति त्यजामश्चेत् विषयतासम्बन्धः अपि तस्मिन् अन्तर्भूतं भवति तर्हि किञ्चिद् अवच्छिन्नकार्यता निरूपित इति दलसार्थक्यं यदा कुर्मः तदा एव घटे अतिव्याप्तिः भवति इति कृत्वा घटे अत्र अतिव्याप्तिः घटे अतिव्याप्तिः भवति इति अतिव्याप्तिः कथं भवति इति निरूपणीयं तर्हि तत्र घटे कारणता स्वीकर्तव्या भवति निरूपणार्थं केवलं तर्हि घटः स्वस्मिन् तादात्म्येन स्थित्वा विषयितासम्बन्धेन कार्यं जनयति इति कृत्वा घटे अतिव्याप्तिः भवति इति कृत्वा अत्र समवायसम्बन्धः इति वक्तव्यं भवति आत्मनसंयोगे समवायसम्बन्धः इति वक्तव्यं भवति इति तर्कः गच्छति तावदेव अत्र लाघवः स्वीकरणीयः नो चेत् बहु किमपि वक्तुं शक्यते अस्तु अस्मिन् विषये सर्वे चिन्तयन्तु इतोपि कानिचन विषयानि केचन विषयाः अस्माभिः चिन्तनीयाः आसीत् तस्मिन् तेषां विषये अपि मणिद्राविडमहोदयेन सह किञ्चित् चिन्तनं जातं ह्यः किम् इति चेत् एकस्य ज्ञानस्य एकः एव विषयः भवति वा नो चेत् बहवः विषयाः एकस्य ज्ञानस्य भवितुमर्हति वा अत्र किं चिन्तनम् इति तस्मिन् विषये अपि चिन्तनं जातं तर्हि तेषां विषये अग्रिमवर्गे चिन्तनं कुर्मः अपि च अस्मिन् वर्गे यत् चिन्तितं तस्मिन् विषये सर्वे कृपया चिन्तयन्तु इत्युक्ते स्पर्शज्ञानं किमपि स्वीकृत्य अत्र कार्यादि अत्र कार्यकारणभावः तयोः मध्ये तत्र समान अधिकरणं किम् इति चिन्तयन्तु सर्वे अस्तु अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च